सर्वेषां गीतासोपानवर्गं प्रति स्वागतं. सम्प्रति सुभाषितं श्रूयतां. भगिनी एकवारं सुभाषितं स्मारयतु. विद्यानाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्याभोगकरी यशः सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्याविहीनः पशुः. धन्यवादाः. तवत्वन्तरूपाणां चिन्तनं पूर्वमेव आरब्धं. प्रवर्तमानः विषयः क्तवत्वन्तरूपाणि. क्तवत्वन्तरूपाणां चिन्तनम् अद्यापि अनुवर्तते. तस्य अनुवर्तनं भवति. अस्य पाठस्य आदौ अस्धातोः भूतकालरूपाणि दत्तानि. यथा भवन्तः जानन्ति एव, आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म इत्यादीनि अस्धातोः लङ्लकाररूपाणि सन्ति. लङ्लकारस्य स्थाने क्तवत्वन्तरूपाणि अपि योजयित्वा वाक्यानि लेखितुं शक्नुमः. इत्युक्ते क्तवत्वन्तरूपाणि उपयुज्य भूतकालार्थे अस्माकं भावं प्रकटीकर्तुं शक्नुमः. किन्तु तत्र भेदः कः? तत्र लङ् रूपं तिङन्तपदं भवति, क्तवत्वन्तरूपं कृदन्तरूपं. स एव तयोर्मध्ये भेदः. क्तवत्वन्तरूपं वाक्येषु क्रियापदम् इव कार्यं करोति. क्तवत्वन्तरूपं कर्तृपदस्य विशेषणं भवति. वाक्येषु क्तवत्वन्तरूपं कर्तृपदस्य विशेषणं भवति, अपि च क्रियापदम् इव कार्यं करोति. यदा कदापि तिङन्तपदम् अस्माकं स्मरणे नास्ति चेत् सरलतया अथवा सुलभतया क्तवत्वन्तरूपं योजयित्वा सरलवाक्यानि लेखितुं शक्नुमः. गते सप्ताहे अस्माकं वर्गः न आसीत्, किन्तु सप्ताहद्वयात् पूर्वं क्तवत्वन्तरूपाणां प्रसङ्गे चिन्तनं कृतं. चिन्तनं किम् इत्युक्ते, अस्माकं पुस्तके क्तवत्वन्तरूपाणि कानिचन रूपाणि दत्तानि. तेषां रूपसिद्धिः कथं क्रियते, सूत्राधारेण रूपसिद्धिः कथं क्रियते इति किञ्चित् आस्वादार्थं चिन्तनं कृतवन्तः. अद्य तु क्तवत्वन्तरूपाणां प्रयोगः वाक्येषु कथं भवति इति एव चिन्तनं कुर्मः. सूत्राधारेण शास्त्रीयचिन्तनम् अद्य मास्तु. गते सप्ताहे वयम् आस्वादार्थं कृतवन्तः. अद्य तु शास्त्रीयचिन्तनं नास्ति. एकोनाशीतितमे पुटे कानिचन पदानि दत्तानि, अशीतितमे पुटे अपि कानिचन पदानि दत्तानि. आहत्य तत्र षट्चत्वारिंशत् पदानि ग्रन्थकारैः लिखितानि सन्ति. तेषां पदानां रूपसिद्धिः कथं भवति इति स्थूलरूपेण किञ्चित् वयं चर्चितवन्तः. क्तवत्वन्तरूपाणां प्रसङ्गे ज्ञातव्याः अंशाः के इत्यस्मिन् प्रसङ्गे किञ्चित् वदामि. क्तवत् प्रत्ययः सर्वदा कर्तारं बोधयति. इत्युक्ते सः प्रत्ययः कर्त्रर्धकप्रत्ययः. अपि च सर्वेभ्यः धातुभ्यः क्तवत् प्रत्ययः भवति. अस्य प्रत्ययस्य योजनेन आदौ प्रातिपदिकं सिध्यति, तत्पश्चात् सुबन्तप्रक्रिया भवति. प्रत्ययस्य योजनेन केवलं प्रातिपदिकं सिध्यति, तत्पश्चात् सुबन्तरूपं सिध्यति इत्येकः विषयः. क्तवत् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. अपि च सप्तसु विभक्तिषु त्रिषु वचनेषु तेषां रूपाणि भवन्ति. पुंलिङ्गे तकारान्तप्रातिपदिकं सिध्यति, स्त्रीलिङ्गे दीर्घ ईकारान्तप्रातिपदिकं सिध्यति नदीशब्दवत्. नपुंसकलिङ्गे तकारान्तप्रातिपदिकम् एव सिध्यति क्तवत् प्रत्ययस्य योजनेन. कथम् इत्युक्ते, जगत् जगति जगन्ति वत् रूपाणि नपुंसकलिङ्गे सिध्यन्ति, कृतावत् प्रत्ययः सार्वधातुकः नास्ति, आर्धधातुकः. आर्धधातुकप्रत्ययः अस्ति इति कृत्वा इडागमचिन्तनं भवति. कृतवान् इत्यस्मिन् इडागमः नास्ति, पठितवान् इत्यस्मिन् इडागमः अस्ति. इत्युक्ते तत्र धातौ अपि च प्रत्यये अपि इडागम आनुकूल्यम् अस्ति. अयं प्रत्ययः इडागमयोग्यप्रत्ययः, इत्युक्ते अस्मिन् प्रत्यये आदौ स्थितः तकारः वलादिवर्णः. आर्धधातुकस्य यड् वलादेः इति सूत्रेण सः तकारः वलादिवर्णः अस्ति इति कृत्वा, वल् प्रत्याहारस्थवर्णः अस्ति इति कृत्वा इडागमयोग्यः. अपि च तवत् प्रत्यये ककार उकारयोः इति संज्ञा भवति, तवत् एव अवशिष्यते. अपि च अयं प्रत्ययः कित् प्रत्ययः अस्ति इति कृत्वा गुणः न भवति. श्रु इति धातुः अस्ति चेत् श्रुतवान्, कृ अस्ति चेत् कृतवान्, जी जीतवान्, नी नीतवान्. केवलं धातुं स्वीकृत्य तवत् योजयामः, तेन प्रातिपदिकं सिद्ध्यति. धातुः सेट् अस्ति चेत् तदा इडागमः भवति. किन्तु अनिट् धातवः सन्ति चेत् तत्र हल्सन्धिकार्याणि भवन्ति. हल्सन्धिकार्याणि मुख्यानि. केचन धातवः सम्प्रसारिणी धातवः सन्ति, सम्प्रसारिण्याः. तेषु धातुषु सम्प्रसारणकार्यं भवति. उदाहरणानि वदामि चेत् वस् अस्ति चेत् उषितवान् वः, ऊढवान् ग्रह, गृहीतवान् वद्, उदितवान् इत्यादीनि रूपाणि सिद्ध्यन्ति. तत्र वस् वः ग्रह इत्यादयः सम्प्रसारणिनः धातवः. अपि च कुत्रचित् विशिष्टसूत्राणां द्वारा विशिष्टरूपाणि सिद्ध्यन्ति. अनुनासिकान्तधातवः सन्ति चेत् विशिष्टरूपाणि सिद्ध्यन्ति. विशिष्टरूपाणि कानि इत्युक्ते पच् धातुतः पक्ववान्, जन् जातवान्, अद् अद् इति धातुः अस्ति चेत् जग्धवान्, विशिष्टं रूपम् अद् धातोः रूपं जग्धवान्, पच् पक्ववान्, खन् खातवान् इत्यादीनि विशिष्टरूपाणि विशिष्टसूत्राणां द्वारा सिद्ध्यन्ति. इदानीं भवन्तः सर्वे गीतासोपानं पुस्तके एकाशीतितमं पुटं पश्यन्तु. तस्मिन् पुटे चतुर्थः अभ्यासः अस्ति. चतुर्थम् अभ्यासं कुर्मः इदानीम्. आदौ अरविन्द महोदय, भवान् अत्र किं लिखितमस्ति एकवारं पठतु. भवान् अथवा भवती किं किं कृतवान् अथवा कृतवती इति पञ्चवाक्यानि लिखिता. ह्या इति गतदिने इत्यर्थे, भवान् या भवति, किं किं कृतवान् कृ धातु तवतु रूपमस्ति पुल्लिङ्गे कृतवान्, स्त्रीलिङ्गे कृतवती इति पञ्चवाक्यानि वाचकानि लिखित यूयं लिखत. अहं ह्य एकं संस्कृतगीतं लिखितवान् उदाहरणमस्ति तत्र. इतोपि चत्वारि वाक्यानि वदतु. भवान् किं कृतवान् गते सप्ताहे अथवा ह्यः? अहं ह्य अष्टाध्यायीग्रन्थस्य भूधातोः रूपसिद्धानां क्रियमाण सोपानानि उदाहरणसमये सहितं कृतवान् अहम्. उत्तमं. किञ्चित् सरलवाक्यं वदतु, लघुवाक्यम् इत्युक्ते कर्तृपदं, क्रियापदम् अपि च कर्मपदम्. अहम् अष्टाध्यायीं पठितवान्. इतोपि अन्यानि वाक्यानि? अहम् अपरोक्षानुभूतिं, शङ्कराचार्यविरचित अपरोक्षानुभूतिं पठितवान्. अहं पाचकं कृतवान्. पाकं कृतवान् ओके पाचकः भूत्वा पाचकः भूत्वा पाकं कृतवान् पाकं कृतवान् लैक् दट् उत्तमं तदेव मम पार्श्वे कानिचन वाक्यानि सन्ति भवन्तः इच्छन्ति चेत् लङ्लकाररूपं वदामि भवन्तः किञ्चित् परिवर्त्य कृतवत्वन्तरूपं योजयित्वा वदन्तु इत्युक्ते आदौ अहम् एकं वाक्यं वदामि तस्मिन् वाक्ये लङ्लकाररूपम् अस्ति लङ्लकारस्य स्थाने कृतवत्वन्तरूपं योजयित्वा वाक्यं पुनः परिवर्त्य एकवारं वदन्तु सिंहः इति पुंलिङ्गपदमस्ति सिंही इति स्त्रीलिङ्गपदमस्ति सिंही अगर्जत् इति वाक्यमस्ति महोदय किञ्चित् परिवर्त्य वदतु सिंही गर्जितवती उत्तमम् अजा पर्णम् अखादत् अजा पर्णं खादितवती खादितवती अत्र अजा इति पदं स्त्रीलिङ्गपदमस्ति उत्तमं धेनुः पर्णम् अखादत् धेनुः पर्णं खादितवती खादितवती वानराः फलानि अखादन् वानराः फलानि खादितवन्तः उत्तमं साधु महोदय धन्यवादाः तदेव भूमा भगिनी भवती वदतु अरण्ये मृगः अधावत् अरण्ये मृगाः धावन्तः पुनः वदतु मृगाः अरण्ये धावन्तः धावितवन्तः उत्तमं धावितवन्तः धावितवन्तः मृगाः अरण्ये धावितवन्तः इति वाक्यमस्ति तत्र परिवर्त्य लिखामश्चेत् मृगाः अरण्ये अधावन् एकवचनरूपमस्ति चेत् मृगः अरण्ये अधावत् सः पुस्तकम् अपठत् सः पुस्तकं पठितवान् तौ पुस्तकानि अपठतां तौ इति द्विवचनरूपमस्ति तौ पुस्तकानि पठितवन्तौ उत्तमं ते पुस्तकानि अपठन् ते पुस्तकानि पठितवन्तः उत्तमम् अहं ग्रामम् अगच्छम् अहं ग्रामं गतवती उत्तमम् अत्र अहम् इति उत्तमपुरुषकर्तृपदमस्ति किन्तु तत्र कृतवत्वन्तरूपं योजयित्वा वदामश्चेत् गतवती एव भवति इत्युक्ते कृतवत्वन्तरूपेषु पुरुषभेदः न दृश्यते केवलं लिङ्गभेदः एव तत्र दृश्यते अहम् अगच्छं तिङन्तपदं योजयित्वा वक्तुमिच्छामश्चेत् अहम् अगच्छं किन्तु अहं गतवती गतवान् ग्रामः इति पुंलिङ्गपदमस्ति किन्तु तत्र गम् धातुः सकर्मकः अस्ति इति कृत्वा अहं ग्रामं गतवती तत्र ग्रामं द्वितीयाविभक्त्यन्तं रूपमस्ति बालकः कन्दुकम् ऐच्छत् बालकः कन्दुकम् इच्छितवान् इष्टवान् साधु भगिनि उत्तमरीत्या उक्तवती अत्र इष् धातुः अस्ति इष् धातोः रूपमेव इष्टवान् इष्टवती किन्तु तत्र तिङन्तरूपं परिशीलयामश्चेत् ऐच्छत् इति भवति ऐच्छत् गोमती भगिनी किञ्चित् वदतु अत्र ऐच्छत् किमर्थं भवति ऐच्छत् इषुधातुः लट् लङ् रूपम् ऐच्छत् प्रथमपुरुष एकवचनं तत्र अडागमं भवति आगमम् अत प्रथमं भवति आ योगः इच्छत् तत्र आयोगः इ अहम् ऐ इच्छदेव ऐच्छत् न जानामि भगिनी प्रक्रिया अडागम भवति भवति भगिनि अरविन्द महोदय भवान् वक्तुम् इच्छति वा न इषु इमां छः इति नयति इषुगम यमां छः आयति कदा आयति इत्युक्ते लट् लोट् अनन्तरम् इच्छत् आयोगः इच्छत् अत्र किं भवति इत्युक्ते साधारणतया लङ् लकाररूपेषु लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अडागमः भवति किन्तु अजन्त आडागमः भवति इत्युक्ते इष् इति धातोः आदौ इकारः अस्ति सः इकारः अच् वर्णः इति कृत्वा तत्र भिन्नसूत्रेण आटागमः भवति आडजादीनाम् इति सूत्रेण आडागमः भवति तत्पश्चात् आटश्च इति एकं सूत्रमस्ति आटश्च इति सूत्रेण वृद्ध्यादेशः भवति वृद्धिः भूत्वा ऐच्छत् इति रूपं सिद्ध्यति आदौ आडागमः भवति आकार इकारयोः स्थाने आटश्च इति सूत्रेण ऐकारादेशः भवति वृद्धिसंज्ञकवर्णः इकारस्य वृद्धिसंज्ञकवर्णः ऐकारः इति कृत्वा तत्र ऐच्छत् इति रूपं सिद्ध्यति इति तत्र कार्यमस्ति उत्तमम् अनन्तरं गोमति भगिनी भवती वदतु पुत्री पितरम् अवदत् पुत्री इतरं पितरम् अथवा मातरम् अवदत् पुत्री पितरम् उक्तवती उत्तमं भवती किं कृतवती वच् धातोः रूपं स्वीकृत्य उक्तवती उदितवती इति रूपमपि अस्ति उत्तमं तत्र धातुः वद् धातुः अस्ति तिङन्तरूपम् अवदत् अस्ति किन्तु तत्र सम्प्रसारणं भूत्वा उदितवती इति रूपं भवति तथा एव वच् धातोः रूपम् उक्तवती द्वयोः धात्वोः अर्थः तु समानः इति कृत्वा भवती यदुक्तवती तत् साधु एव महाविष्णुः गजम् अरक्षत् महाविष्णुः गजं रक्षितवान् उत्तमम् अहं प्रातःकाले देवम् अनमम् अनमम् इति तिङन्तरूपम् अहं प्रातःकाले देवं नतवती उत्तमं किमर्थम् उक्तवती इत्युक्ते तत्र नम् धातोः रूपं नतवती इत्युक्ते प्रार्थनां कृतवती इति अर्थः देवं नमामि देवं नतवती उत्तमपुरुष एकवचनरूपम् अनमं तस्य स्थाने नतवती इति रूपं भवति वयं जीवने सदा नियमान् अपालयाम पुनः एकवारं वदामि वयं सर्वदा जीवने नियमान् अपालयाम वयं सर्वदा जीवने नियमाः पालितवन्तः नियमान् पालितवन्तः उत्तमं साधु भगिनी उत्तमरीत्या उक्तवती इदानीं सूर्यकुमारी भगिनी भवती वदतु भगिनी एकः प्रश्नः वदतु भवती उक्तवती अपालयाम ततः तत्र निज् अस्ति वा पालयितवन्तः वा अत्र पालयति चुरादिगणे धातुः अस्ति अस्तु मम आशयः तु अहं तिङन्तरूपम् इत्युक्ते लङ्लकाररूपम् उक्तवती भगिनी तस्य रूपपरिवर्तनं कृत्वा क्तवत्वन्तरूपं योजयित्वा उक्तवती पालितवन्तः इति तस्य क्तवत्वन्तरूपम् अस्तु मम प्रश्नमस्ति तत्र यकार नास्ति वा तवतो रूपे पालयितवन्तः नास्ति वा न अस्तु अस्तु धन्यवादः भगिनि पालितवन्तः जीवने नियमान् पालितवन्तः लट्लकाररूपं पालयामः भवति किन्तु अपालयाम पालितवन्तः इति रूपं भवति इदानीम् अत्र सूर्यकुमारी भगिनी भवती वदतु वयं शिशवः इव न अरुदाम. भवती श्रुतवती वा अरुदाम कीदृशं पदम्? अरुदाम रुद्धातु. उत्तमम्. लण्लकार उत्तमपुरुष बहुवच. इदानीं परिवर्तयतु. रुदितवन्तः. रुदितवन्तः. पूर्णं वाक्यं वदतु. वयं शिशुवः इव रुदितवन्तः. वयं शिशवः इव न रुदितवन्तः. गायिका. गायिका इति स्त्रीलिङ्गपदमस्ति. गायिकाः गीतानि अगायन्. गायिकाः गीतानि गीतवन्तः. गायिकाः स्त्रीलिङ्गपदं. गीतवत्यः क्षम्यता. गायिकाः गीतानि गीतवत्यः. गीतवत्यः. उत्तमं. त्वं संस्कृतम् ऐच्छः. तदर्थमेव वर्गम् आगतवती. त्वं संस्कृतम् ऐच्छः. इष्टवती. उत्तमम्. इष्टवान् अथवा इष्टवती. त्वं संस्कृतम् इष्टवती. अहं संस्कृतम् इष्टवती. उत्तमं. शिशुः दुग्धम् अपिबत्. शिशुः दुःखं. पदं किम् इत्युक्ते दुग्धं. दुग्धम्. दुग्धं पीतवत्. शिशुः दुग्धम् अपिबत् इति वदतु. शिशुः दुग्धं पीतवान्. साधु. अहं चलनचित्रम् अपश्यम्. अहं चलनचित्रं दृष्टवती. उत्तमम्. अहं गृहकार्यम् अकरवम्. अहं गृहकार्यं कृतवती. उत्तमम्. अहं प्रातःकाले औषधम् अपिबम्. अहं प्रातःकाले औषधं पीतवती. उत्तमं. क्तवत्वन्तरूपेषु किञ्चित् सौलभ्यमस्ति, सौकर्यमस्ति, सारल्यमस्ति क्तवत्वन्तरूपेषु. किन्तु तिङन्तरूपेषु, लङ्लकाररूपेषु किञ्चित् काठिन्यमस्ति इति साधु भगिनी, साधु उक्तवती. इदानीं गीताञ्जलि भगिनी, भवती वदतु कानिचन वाक्यानि. सेवकाः भारम् अवहन्. सेवकाः भारम् अवहन्. परिवर्त्य वदतु. अवहन्तु वह् धातु इदागम आयाति. वहित् वहितव उ आ सम्प्रसारण अपि भवति वा तत्र? ऊहित ऊहितवान् वा वहितवान् न जानामि भगिनि. इत्युक्ते तत्र किञ्चित् विशिष्टं रूपम् अस्ति. पुनः वाक्यं वदामि. सेवकाः भारम् अवहन्. अवहन् इति तिङन्तपदमस्ति, लङ्लकाररूपम्. अत्र सेवकाः भारम् ऊढवन्तः. किञ्चित् विशिष्टं रूपम् अस्ति, चिन्ता मास्तु. सेवकाः भारम् अनयन्. अनयन् निधातुतः. पुनः वदतु कर्तृपदं भगिनि. सेवकाः भारं नीतवन्तः. नीतवन्तः. उत्तमम्. अहं दुग्धम् अपिबम्. अहं दुग्धं पीतवती. उत्तमं भगिनि, तदेव. एवं रीत्या वयं सर्वे अन्यानि नूतनानि वाक्यानि लेखितुं शक्नुमः. इदानीम् अग्रिम अभ्यासं प्रति गच्छेम. भगिनी भवती एव पठतु पञ्चमबिन्दुतः आरभ्य. रिक्तस्थानानि तव तु प्रत्ययान्तरूपैः पूरयत. पूरयत तु क्रियापदम् अस्ति, मध्यमपुरुष बहुवचनरूपं, लोट् अपि च रिक्तस्थानानि पूरयत, रिक्तस्थानानि कर्मपदम् अस्ति. तव तु प्रत्ययान्तरूपैः तु तृतीय बहुवचनरूपम् इत्युक्ते इति कार्यं करोतु इति. अहम् आश्रमं गतवान्, तव तु प्रत्यय रिक्तस्थानानि तव तु प्रत्ययान्तरूपैः पूरयत इत्युक्ते गम् धातुतः गतवान् आयाति, तत् उदाहरणं दत्तम्. अत्र पुनः पश्यतु, अहम् आश्रमं गतवान् इति त्रीणि पदानि सन्ति. अत्र आदौ मकारः लिखितः अहम् इत्यस्मिन्, पश्चात् आश्रमम् इत्यस्मिन् अनुस्वारः लिखितः. किमर्थं तथा? हा, संस्कृतभाषायां यदि परवर्णः स्वरः अस्ति चेत् तदनन्तरं मकार आयाति पदान्ते, किन्तु परवर्ण तु व्यञ्जन अस्ति चेत् इत्युक्ते हल् आदौ अस्ति चेत् अनुस्वार एव तिष्ठति पदान्ते. साधु उक्तवती भवती, समस्या नास्ति. केवलम् अत्र किं वक्तव्यम् इत्युक्ते, आदौ अहम् अपि च आश्रमम् अनयोर्मध्ये सन्धिकार्यं नास्ति, केवलम् अत्र परवर्णः स्वरवर्णः अस्ति इति कृत्वा तत्र सन्धिकार्यं नास्ति, किन्तु आश्रमम् अपि च गतवान् इति अनयोः मध्ये सन्धिकार्यम् अभवत्, अनुस्वारसन्धिः इति वदामः. तत्र मोनुस्वारः इति सूत्रेण पदान्ते हलिपरे, गकारः हल् वर्णः, हलिपरे अनुस्वारसन्धिः भूत्वा मकारस्य स्थाने अनुस्वारादेशः भवति इति कृत्वा एवं रीत्या लिखितमस्ति. तथा एव अस्माभिः लेखनीयं, यदा कदापि वयं वाक्यानि लिखामः एवं रीत्या लेखनीयानि वाक्यानि. अत्र गतवान् इति लिखितमस्ति, भवती स्वम् उद्दिश्य वक्तुमिच्छति चेत् वदतु, लिङ्गपरिवर्तनं कृत्वा. आं भगिनि, अहम् आश्रमं गतवती. उत्तमम्. अत्र आश्रमः इति प्रथमान्तं पदं, श्रम् धातोः रूपमेव श्रमः, आ उपसर्गपूर्वकः श्रम् धातोः रूपम् आश्रमः. किन्तु अत्र आश्रमं किमर्थं लिखितम्? कर्मपदमस्ति तत्र, इत्युक्ते द्वितीयविभक्ति एकवचनरूपम् आश्रमः आश्रमं भवति. उत्तमम्. इत्युक्ते गन्तव्यस्थानं, प्राप्यमानं स्थानम् अस्ति, प्राप्यमानं स्थानम् अथवा गन्तव्यस्थानम् आश्रमः इति कृत्वा अत्र द्वितीयविभक्तिः उचितः. किमर्थं? साधारणतया प्रश्नवाचकवाक्यं वदामश्चेत् भवती किं पठितवती, किं कृतवती, एवं रीत्या प्रश्नवाचकवाक्यानि लिखामः, किन्तु अत्र गन्तव्यस्थानमस्ति इति कृत्वा तत्र द्वितीया विभक्तिः उचिता, विभक्तिः उचिता. द्वितीयं वाक्यं पठतु भगिनि. पूरयत, तत्र धातु कः भगिनि? पूरी आप्यायने इति चुरादिगणे. अस्तु, गीताञ्जलि भगिनी वदतु. हा, त्वं तत्र कदा त्वम् अस्ति चेत् गतवती वा गतवान्, किमपि त्वं तत्र कदा गतवती, गतवान् अथवा गतवती. अत्र इतोपि ज्ञातव्यः अंशः कः इत्युक्ते, अत्र पुरुषभेदः नास्ति. वक्तुमिच्छामश्चेत् लिङ्गभेदं कृत्वा वक्तुं शक्नुमः, गतवती अथवा गतवान्. लिङ्गभेदः अस्ति, अपि वचनभेदः अस्ति, किन्तु पुरुषभेदः नास्ति. उत्तमं. तृतीयमपि करोतु. वयम् एकस्य वृद्धस्य जीवनकथां श्रु इति धातु अस्ति. एकस्य अस्ति चेत् वयं श्रुतवन्तः, वयं श्रुतवन्तः, वयम् एकस्य वृद्धस्य जीवनकथां श्रुतवन्तः. उत्तमम्. अत्र एकस्य वृद्धस्य अनयोः सम्बन्धः कः? हा विशेषणविशेष्यभाववृद्धस्य तु षष्ठी अस्ति एकवचनरूपम्, एकस्य विशेषणरूपम् अस्ति षष्ठी एकवचन अपि पुंलिङ्गं. प्रथमाविभक्त्यन्तं रूपं वदतु अत्र. अहम् इति भगिनि कर्तृपदम्. अत्र एकस्य वृद्धस्य तयोः प्रथमान्तं रूपं किं भवति? हा एकः वृद्धः, अस्तु क्षम्यताम्, एकः वृद्धः, एकं वृद्धं द्वितीया, एकेन वृद्धेन तृतीया, एकया वृद्धया चतुर्थी. तृतीयान्तं रूपं पुनः वदतु. हा तृतीयान्तरूपं एकेन वा? एकेन. तदनन्तरं तु चतुर्थी अहं दोषैः उक्तवती. चतुर्थी इत्युक्ते एकस्मै वृद्धाय. एकस्मै वृद्धाय. एकेन वृद्धेन पुंलिङ्गे भवति, एकया वृद्धया इति कथनेन तत्र स्त्रीलिङ्गरूपं सिद्ध्यति. तत्र वृद्ध इति प्रातिपदिकं वदतु, भवती जानाति एव वृद्ध. वृद्ध तु अकारान्तपुंलिङ्गपदमस्ति इत्युक्ते रामवत् अस्ति. वृद्धः वृद्धौ वृद्धाः, वृद्धं वृद्धौ वृद्धान् इति रूपाणि स्वीकरोति तत्र तत्पदम्. अत्र नपुंसकलिङ्गपदमपि भवितुमर्हति, पुंलिङ्गपदमपि भवितुमर्हति, किन्तु अहं किं पृष्टवती इत्युक्ते वृद्ध धातोः रूपम् अस्ति, वृद्ध इति एकः धातुः अस्ति, तस्य लट्लकाररूपं वर्धते, वर्धते इति रूपम् अस्ति. तस्य वृद्ध धातुतः क्ताप्रत्ययस्य योजनेन वृद्ध इति प्रातिपदिकं सिद्ध्यति. क्तान्तरूपं वृद्ध इति क्तान्तरूपम् अस्ति. अपि च जीवनं, जीवनम् इति ल्युडन्तपदमस्ति. जीव् धातोः रूपं जीवति इति लट्लकाररूपमस्ति. अत्र जीवनं किन्तु जीवनकथा इति समस्तपदमस्ति. इत्युक्ते षष्टिः तत्पुरुषः भवितुमर्हति इति चिन्तयामि. जीवनस्य कथा. वयं श्रुतवन्तः इति अत्र वाक्यमस्ति. अहं पूर्वमपि उक्तवती, केवलं पुनस्मरणार्थं प्रष्टुमिच्छामि. तत्र श्रु इति धातोः रूपम् आवरणे दत्तमस्ति. शृणोमि इति लिखामश्चेत् भिन्नरीत्या लेखनीयं, श्रुतवन्तः इति लिखामश्चेत् भिन्नरीत्या लेखनीयं. कथं भवती विवृणोतु, पुनः पृच्छतु भगिनि. श्रु धातुतः आवरणे श्रु इति लौकिकधातोः रूपं दत्तमस्ति. अत्र आवरणे धातूनां रूपाणि दत्तानि, लौकिकधातोः रूपं दत्तमस्ति, श्रु इति रूपं दत्तमस्ति, किन्तु शृणोमि शृणोति इत्यादिषु भिन्नरीत्या श्रु इत्यस्य रूपं लेखनीयं. किन्तु अत्र अस्मिन् प्रसङ्गे वयं श्रुतवन्तः इत्यस्मिन् भिन्नरीत्या तत्र श्रु इति लेखनीयं, तत्र भेदः अस्ति. अस्तु, नो न आयाति तत्र इति न भगिनि मध्ये इति प्रश्नः न, किमर्थं शृणोति तत्र नो आयाति, किन्तु अत्र तु श्रुतवन्तः अपि श्रुतवान् इति आयाति, नो मध्ये न आयाति इति प्रश्नः न भगिनि. किमर्थं वक्तुमिच्छामि इत्युक्ते अत्र लेखनशैल्यां भेदः अस्ति. इत्युक्ते शृणोमि शृणोमि तत्र लेखनशैल्यां तत्र तालव्यशकारात् परं ऋकारः लेखनीयः, तदर्थं श्रुवः श्रुच इत्येकं सूत्रमस्ति. तेन सूत्रेण श्रु श्रु इति कथनेन तत्र शकारः अपि च कृष्णऋकारः लेखनीयं. किन्तु अस्मिन् सन्दर्भे धातोः रूपं तु श्रु, इत्युक्ते अत्र यद् लिखितमस्ति तदेव धातोः रूपम् अस्ति. इत्युक्ते तालव्यशकारः रेपः उकारः. इदानीम् अवगतं वा? हा अधुना अवगतं, क्षम्यतां भगिनि. अस्तु, श्रु धातु इति अन्ते तु उ अस्ति किन्तु रेफ अस्ति. अत्र तु कृदन्तरूपम् अस्ति, क्तवतु रूपम् अस्ति चेत् श्रुतवन्तः एव तिष्ठति. किन्तु यदि लट् अपि च लकाररूपाणि वयं अस्माकं विवक्षा अस्ति चेत् एकं सूत्रम् आयाति, श्रुवः श्रुच, इति सूत्रेण रेफस्य स्थाने रुकाराय आयाति. तदनन्तरं श्रुतवान् शृणोति इति लकाररूपम् आयाति शृणोति. उत्तमम्. इत्युक्ते एकं विशिष्टं सूत्रमस्ति, तेन सूत्रेण तालव्यशकारः अपि च रुकारः तत्र लेखनीयः. इत्युक्ते सार्वधातुकलकारेषु तत्र शपि परे इति निमित्तम् अस्ति इति कृत्वा तत्र श्रु भिन्नरीत्या लेखनीयं. किन्तु अत्र धातोः मूलस्वरूपं श्रु अस्ति. श्रु इति कथनेन तालव्यशकारः, रेपः, उकारः इति वर्णत्रयमस्ति अत्र. धातुं पश्यतु, धातुः श्रु अस्ति, इत्युक्ते अन्ते ह्रस्व उकारः अस्ति, इत्युक्ते इगन्तधातुः अस्ति. किन्तु प्रत्ययः कित् प्रत्ययः अस्ति इति कृत्वा गुणकार्यम् अभूत्वा केवलं श्रु योगः तवत् श्रुतवत् इति प्रातिपदिकं सिद्ध्यति. एतावता अन्तिमं रूपं बहुवचनरूपम् आनेतव्यम् इति कृत्वा श्रुतवन्तः, वयं श्रुतवन्तः. साधु भगिनि, उत्तमरीत्या उक्तवती. भगिनि, एकः प्रश्नः, संवृद्धि वृद्धधातु समृद्धिः इति भिन्नं पदं, समृद्धिः समानमेव न? तत्र भिन्नधातुः अस्ति इति भाति. समृद्धिः इत्यस्य किन्तु वृद्धधातोः रूपं वृद्धिः अस्ति. वयं सर्वे जानीमः वृद्धिसन्धिः, वृद्धिसंज्ञकवर्णाः वृद्धधातोः रूपम् अस्ति. क्तिन् प्रत्ययान्तरूपं वृद्धिः, मतिः, गतिः, बुद्धिः. बुद्धधातोः रूपं बुद्धिः, वृद्धधातोः रूपं वृद्धिः. किन्तु भवती यदुक्तवती समृद्धिः, तत्र भिन्नधातुः अस्ति इति मम चिन्तनम्. इदानीं पमेला भगिनी, भवती वदतु अग्रिमं वाक्यम्. आं भगिनि, सः पूर्वं योगशास्त्रं पठितवान्. तत्र पूर्वमपि विशेषणम् अस्ति योगशास्त्रम् इत्यस्य पदस्य. विशेषणं नास्ति. ओ, तत् अव्ययवं वा? पूर्वम्. ओके ओके, क्षम्यताम्. सः पूर्वं योगशास्त्रं पठितवान्, किन्तु पूर्वमपि विशेषण इति रूपस्य परिवर्तनं भवति खलु भगिनि? तत् पूर्वं पूर्वी इति, यतोहि तैः मम भ्रमः जातः. अत्र तु अव्ययमेव सर्वादीनि सर्वनामस्ति अस्मिन् अस्ति. पूर्वं तु अव्ययपदमेव, किन्तु अस्मिन् वाक्ये अपि विशेषणं भवितुं न अर्हति. इत्युक्ते सः योगशास्त्रं पठितवान् कदा? पूर्वम्. अत्र तु पूर्वम् अपि च योगशास्त्रम् अनयोर्मध्ये विशेषणविशेष्यभावः तु नास्ति. सः पठितवान् इति दत्तमस्ति. अत्र वचनपरिवर्तनं कृत्वा वदतु. सः पठितं वचन. ओके, तौ पठितवन्तौ, ते पठितवन्तः. योगशास्त्रं केन रचितम्? पट्टाञ्जलि, महर्षि पट्टालिञ्जि पट्टाञ्जलिना रचितं. पतञ्जलिना, सोरि, पतञ्जलिना रचितम्. महर्षिणा पतञ्जलिना योगशास्त्रं रचितम्. महर्षिणा, तत्र अणत्वं भवति. महर्षिणा पतञ्जलिना लिखितं योगशास्त्रम्. अत्र अस्मिन् वाक्ये योगशास्त्रं पदस्य विभक्तिः का? द्वितीय विभक्ति भगिनि, योगशास्त्रं. किमर्थम्? ओ, योगशास्त्रं द्वितीय. योगशास्त्रम् इस् नपुंसकलिङ्ग पदं भगिनि. पठितवान् सकर्मकधातु इति कृत्वा कर्मपदं भवति. तत् कर्मपदं भवति. पठ् धातुः सकर्मकधातुः अस्ति इति कृत्वा अस्मिन् वाक्ये योगशास्त्रम् इति द्वितीयान्तं पदमस्ति. भवती श्रुतवती वा अन्यानि समस्तपदानि? अहं कानिचन पदानि वदामि. योगदानं, योगदानम् इत्युक्ते कान्ट्रिब्यूशन्. योगमाया, योगनिद्रा योगाभ्यासः योगाभ्यासः योगारूढः योगवाहः भवती श्रुतवती वा अयोगवाहः हा अयोगवाहः अहं चिन्तयामि तत्र वर्णस्य अयोगवाहः ये वर्णाः पञ्च वर्गे न सन्ति तान् अयोगवाहः इति उच्यन्ते इति साधु वा अनुस्वार सूर्यकुमारी भगिनी वदतु माहेश्वरसूत्रे विसर्ग अनुस्वार न उपयुज्यते इत्युक्ते विसर्गः अनुस्वारः जिह्वामूलीयः उपधानीयः एते वर्णाः माहेश्वरसूत्रेषु न सन्ति इति कृत्वा तेषां नाम अयोगवाहाः इत्युक्ते अयोगाः च वाहाः च यद्यपि एते वर्णाः माहेश्वरसूत्रेषु न सन्ति तथापि व्यवहारे व्याकरणे तेषां प्रयोगः अस्ति इति कृत्वा तेषां नाम अयोगवाहाः विसर्गः अनुस्वारः जिह्वामूलीयः उपध्मानीयः एते वर्णाः माहेश्वरसूत्रेषु न सन्ति अयोगवाहः इति कथनेन तत्र नकारात्मकार्थे नैतत्पुरुषसमासः अस्ति एतावता योगदानं योगमाया योगनिद्रा योगारूढः योगक्षेमं योगः च क्षेमं च इति तत्र द्वन्द्वसमासः भवति योगक्षेमं वहाम्यहम् इति परमात्मा उक्तवान् अत्र एतानि पदानि तु समस्तपदानि अत्र योगशास्त्रम् इति अपि समस्तपदमेव साधु भगिनी अग्रे अपि पठतु तत्र निपुणतां प्राप्तवान् अथवा प्राप्तवती तत्र निपुणता तत्र अहं चिन्तयामि तत्र धातु अस्ति पुण् धातु अहं चिन्तयामि अपि च नि उपसर्ग प्राप् आप् धातु अस्ति प्र उपसर्ग प्राप् आप्नोति इति लट् लकारे भवति तर्हि तत्र निपुणतां प्राप्तवान् निपुण इत्युक्ते प्रवीणशाली शीलः प्रवीणशीलः किमर्थं प्राप्तवान् इति उक्तवती अत्र तु इङ्गितं नास्ति पुंलिङ्गे वक्तव्यम् इति इङ्गितं नास्ति प्राप्तवती अथवा निपुणतां प्राप्त प्रायणम् अहं भगिनी पूर्वस्मिन् पदे सः अस्ति खलु तत् कण्टिन्यू कृत्वा उक्तवती पूर्वं योगशास्त्रं पठितवान् तत् निपुणतां प्राप्तवान् इति कण्टिन्यूस् प्रथमं तु योगशास्त्रं पठितवान् तदनन्तरं सः तस्मिन् विषये निपुणतां प्राप्तवान् इति कृत्वा अहं तत् उक्तवती उत्तमम् अत्र तु इङ्गितं नास्ति अस्मिन् वाक्ये स्त्रीलिङ्गे वक्तव्यं वा पुंलिङ्गे वक्तव्यं वा किमपि वक्तुं शक्नुमः अत्र बहुवचनरूपमपि वक्तुं शक्नुमः तत्र निपुणतां प्राप्तवन्तः निपुणतां प्राप्तवत्यः अथवा निपुणतां प्राप्तवती इत्यादीनि किमपि रूपं योजयित्वा वक्तुं शक्नुमः अस्मिन् वाक्ये कर्तृपदं न दत्तमस्ति केवलं धातोः रूपम् आप् धातुः सकर्मकः अस्ति इति कृत्वा निपुणताम् इति अत्र निपुणता इत्यस्मिन् प्रसङ्गे कोऽपि वदतु शोभा भगिनी भवती वदतु आं भगिनी तत्र निपुणता इति तल् प्रत्ययः अस्ति नित्यस्त्रीलिङ्गे भवति निपुणस्य भावं तु नैपुण्यम् अन्यत् विधम् अन्येन रूपेण वक्तुम् इच्छामः चेत् निपुणता इति अपि वक्तुं शक्नुमः उत्तमम् अत्र निपुण इति प्रातिपदिकमस्ति निपुण इति प्रातिपदिकं स्वीकृत्य तल् इति प्रत्ययं योजयामः तल् प्रत्ययान्तरूपाणि स्त्रीलिङ्गपदानि भवन्ति अन्ते टाप् इति स्त्रीप्रत्ययं योजयामः इति कृत्वा तल् प्रत्ययान्तरूपाणि आकारान्तस्त्रीलिङ्गपदानि भवन्ति इति तत्र विषयः. टाप् प्रत्ययः भवति अन्ते. अपि च अयं तल् प्रत्ययः भावार्थकप्रत्ययः इत्युक्ते निपुणस्य भावः, निपुणस्य भावः निपुणता, अथवा निपुणस्य भावः निपुणत्वं, निपुणस्य भावः नैपुण्यम् इत्युक्ते अत्र त्रयः प्रत्ययाः सन्ति. निपुणता इत्यस्मिन् तल् अस्ति, नैपुण्यम् इत्यस्मिन् श्यै प्रत्ययः अस्ति. तत्र श्यै इत्युक्ते शकारः आदौ अस्ति, अन्ते चवर्गीयव्यञ्जनं ञकारः अस्ति, श्यै प्रत्ययान्तरूपं नैपुण्यम्. किन्तु एतेषां त्रयाणां तद्धितप्रत्ययान्तपदानाम् अर्थः तु समानः. तल् प्रत्ययः, श्यै प्रत्ययः, त्वा प्रत्ययः. तल् प्रत्ययान्तरूपं स्त्रीलिङ्गपदं भवति, श्यै अन्तरूपम्, अपि च त्वा प्रत्ययान्तरूपं नपुंसकलिङ्गपदं भवति. किन्तु एते त्रयः प्रत्ययाः भावार्थकप्रत्ययाः. निपुणस्य भावः निपुणता, नैपुण्यम्, एतादृशानि पदानि, बहूनि पदानि वयं जानीमः. कथं? मनुष्यता, शिशुता, लघुता, गुरुता, देवता. देवता इति पदमपि तल् प्रत्ययान्तरूपमेव. पशुता, क्षुद्रता, अपि च कविता. कविता इति पदमपि तल् प्रत्ययान्तरूपमेव. कविशब्दात् तल् प्रत्ययस्य योजनेन कविता. कृशता, पटुता, लघुता, दीर्घता, जडता, जड इति शब्दात् जडता इत्यादीनि तल् प्रत्ययान्तरूपाणि सिद्ध्यन्ति. स्त्रीलिङ्गपदानि इमानि. उत्तमं भगिनी, साधु उक्तवती. शोभा भगिनी भवती करोतु अग्रे. अग्रिमं, किन्तु जीवने तद् न इति, अपि च तत्र आ इति उपसर्गम् अपि नि इति धातु दत्तम्. किन्तु जीवने तद् न आनीतवान्, आनीतवती अपि भवति. अपि च यथा भवती उक्तवती, तत्र वचन किमपि वचनं न दत्तम्, अतः किन्तु जीवने तद् न आनीतवन्तः, आनीतवत्यः, आनीतवन्तौ, आनीत नदी नद्यौ, आनीतवत्यौ, तद् ते अपि भवितुम् अर्हति, अर्हन्ति. पुंलिङ्गे प्रातिपदिकं किं भवति? पुंलिङ्गे तत्र आनीतवत् इत्यनेन आनीतवान्. पुंलिङ्गे प्रातिपदिकम् आनीतवत् इति भवति. स्त्रीलिङ्गे? स्त्रीलिङ्गे आनीतवती, आनीतवती एव भवति. आनीतवती एव भवति. अत्र तु आङ् इति उपसर्गः अस्ति. आङ् उपसर्गे ण्यकारः अस्ति, अन्ते तस्य नकारस्य इति संज्ञा भूत्वा लोपः भवति. अपि च द्वाविंशतिप्रादयः सन्ति, तेषु अन्यतमः आङ् इति उपसर्गः अस्ति. उपसर्गाः क्रियायोगे इति एकं सूत्रमस्ति. प्रादयः क्रियायोगे उपसर्गसंज्ञकाः भवन्ति. इत्युक्ते धातोः पूर्वं एते प्रादयः सन्ति चेत्, प्रादयः द्वाविंशतिः सन्ति, धातोः पूर्वम् एतेषु द्वाविंशतिषु प्रादयेषु अन्यतमः धातोः पूर्वम् अस्ति चेत् उपसर्गाः क्रियायोगे इति सूत्रेण उपसर्गसंज्ञकाः भवन्ति. प्रादयः एव वदतु. पदे किन्तु जीवने तद् इति दत्तमस्ति कृत्वा एकवचनमेव साधु न? भगिनी, भवती अत्र तद् इत्यस्य रूपं किं, वचनं किं, विभक्तिः का, वदतु. अस्मिन् वाक्ये कर्तृपदं किं, कर्मपदं किम्? आं भगिनि, तत्र तद् शब्दः प्रातिपदिकम् अस्ति, किन्तु नपुंसकलिङ्गे भवति तद् इति. तत् तत् इति भवति. तद् इति प्रातिपदिकम् अस्ति. जीवने तत्र क्षम्यतां, तत्र तत् इत्यस्य तद् इति जस्त्वं भूत्वा अभवत्, जीवने तत् न इति अपि भवितुम् अर्हति, तद् न भवत् तद् इति अपि भवितुम् अर्हति. जीवने किन्तु जीवने तद् न किन्तु तत्र तद् इति कर्तृ नास्ति किल. उत्तमं, कर्तृ नास्ति, अतः द्वितीयविभक्तिः अस्ति न, द्वितीयविभक्तिरूपम् अस्ति. किन्तु जीवने तद् तद् इति द्वितीया अस्ति वा भगिनि? अत्र पुनः वाक्यं वदामश्चेत् किन्तु जीवने तद् न आनीतवान्, तद् न आनीतवती, तद् न आनीतवन्तः इति कथनेन अत्र केवलं कर्मपदं दत्तमस्ति, कर्तृपदम् अस्माकं विवक्षानुगुणं योजयित्वा वाक्यं पूरयितुं शक्नुमः. पुनः वाक्यं वदतु. किन्तु जीवने तद् इत्युक्ते किमपि, तद् न आनीतवान्, तद् न आनीतवती, तद् न आनीतवन्तः, अथवा किन्तु जीवने तद् न आनीतवत्यः, आनीतवत् इति अपि भवितुमर्हति वा? किन्तु जीवने तद् न आनीतवत् आनीतवत् नपुंसकलिङ्गे भवति, नपुंसकलिङ्गे भवति. अस्मिन् वाक्ये तु कर्तृपदं न दत्तमस्ति, यत् पदं तद् इति दत्तमस्ति, तत् पदं कर्मपदं, द्वितीयविभक्त्यन्तं पदं, नपुंसकलिङ्गपदम् अस्ति इति कृत्वा द्वितीयविभक्त्यां समानं रूपं. तद् किं, तद् इत्यस्मिन् स्थाने एकं नामपदं योजयित्वा वदतु. किन्तु जीवने किं न आनीतव्यम् इत्युक्ते, किन्तु जीवने दुस्सङ्गत्वं, दुस्सङ्गत्वं न आनीतवान् इति, न आनीतवती, अपि च किन्तु जीवने दुःखं, दुःखकर कार्य, दुःखकरकार्याणि अथवा ये यानि कार्याणि दुःखस्य प्रति गच्छन्ति भवन्ति, किं भगिनि, दुःख दुःखहेतवः भवन्ति, दुःखहेतवः भवन्ति, धन्यवादः, दुःखहेतवः भवन्ति तद् तानि न न आनीतवान्, आनीतवती. उत्तमं, तत्र दुष्टकार्याणि अथवा दुष्टं कार्यं, तत्र तद् इति केवलं विशेषणम् अथवा सर्वनामपदम्. अस्माकं विवक्षानुगुणं कर्तृपदं योजयित्वा वाक्यं लेखितुं शक्नुमः. सप्तमं करोतु. तेन दुःखम्, अत्र प्रा उपसर्गपूर्वक आप् इति धातुः, अतः तेन दुःखं तेन दुःखं प्राप्तवान्, तेन दुःखं प्राप्तवान् एव, तत्र तेन इति पुंलिङ्गे अस्ति, अतः सः दुःखं प्राप्तवान् इत्यस्य तेन दुःखं, ओ तेन क्षमतां, तेन दुःखं प्राप्तम्. अत्र भिन्नरीत्या चिन्तनं करणीयं. तेन इत्युक्ते तेन कारणेन, तत्र हेतुः अस्ति, तेन हेतुना दुःखं प्राप्तवान्. आम् आम्, तेन किमपि कारणेन दुःखं प्राप्तवान्, दुःखं प्राप्तवती, अपि च तादृशम् अस्ति चेत् तत्र पुनः वचन लिमिट् नास्ति, अतः तेन दुःखं प्राप्तवत्यः, प्राप्तवन्तौ, प्राप्तवन्तः, तानि सर्वाणि भवितुम् अर्हति. अस्मिन् वाक्ये तेन, तेन इति तेन कारणेन अथवा तेन हेतुना, तत्र किमपि कारणमस्ति, तद् न उक्तमस्ति, तादृशरीत्या अत्र वाक्यं लिखितमस्ति. दुःखं प्राप्तवान्, तेन दुःखं प्राप्तम् इति भवितुमर्हति चेत् तत्र भिन्न अर्थः अस्ति. सः अस्ति, तेन दुःखं प्राप्तं, तेन पुरुषेण, तेन पुरुषेण, तेन पुरुषेण किमपि कारणेन दुःखं प्राप्तम्, तावदेव, तत्र तेन अस्ति, पुंलिङ्गे एव भवितुम् अर्हति, तादृशः वाक्यं, तादृशं वाक्यम्. अस्माकं विषयः तु कथवत्वन्तरूपाणि इति कृत्वा तेन दुःखं प्राप्तवान् इति वाक्यम् अस्ति चेत् तेन इति इत्युक्ते किमपि कारणमस्ति इति अर्थः. पूर्वस्मिन् वाक्ये जीवनम् इति पदमस्ति. जीवनम् इत्युक्ते प्राणधारणम् अथवा जीवनम् इत्यस्य अन्य अर्थः अपि अस्ति. जलं जलम् इति अर्थः अपि अस्ति जीवनम् इत्यस्य कृते. अपि च दुःखं दुःखम् इत्यस्मिन् खम् इत्युक्ते इन्द्रियम् इति अर्थः अस्ति. दुःखम् अत्र विसर्गसहितं रूपं किमर्थमस्ति? तत्र विसर्गस्य परिवर्तनं न अभवत्. तत्र विसर्गः कदा तिष्ठति इत्युक्ते एकं सूत्रमस्ति वाशरि इत्यनेन विसर्गः तत्र नास्ति. तत्र नास्ति वाशरि इत्यस्य श स श एव. तत्र एकं सूत्रमस्ति कुप्पोः कः पौच. आम् आम् पपेतु विसर्गः. क्षम्यताम्. उत्तमम्. अत्र कुप्पोः कः पौच इति सूत्रेण तत्र कख पफ इत्युक्ते उपध्मानीयवर्णः अथवा जिह्वामूलीयवर्णः अस्ति चेत् तत्र अर्धविसर्गोच्चारणं भवति, नो चेत् विसर्गः यथावत् तिष्ठति. अत्र खकारः अस्ति इति कृत्वा विसर्गः यथावत् तिष्ठति. दुःखम् इत्युक्ते मनोधर्मविशेषः इत्युक्ते अरविन्द महोदय भवान् वदतु. दुःखम् इत्युक्ते मनोधर्मविशेषः. खम् इत्युक्ते किं किम् उक्तवती भगिनि? क्षम्यताम्. खम् इत्युक्ते इन्द्रियम्. ओ इन्द्रियम्. नपुंसकलिङ्गपदं खं खे खानि. दुःखम् इत्युक्ते मनोधर्मविशेषः. मनसि येन वृत्ति आयाति कृत्वा शोकं भवति तत्कारणेन तस्य तत् मनोधर्मं दुःख इति वक्तुं शक्यते. वृत्तिरूपेण वृत्तिरूपेण शोकरूपेण वृत्ति जनयति चेत् तस्य कारणं दुःखम्. मनसः भावना. तदेव मयूरः इति कथनेन पक्षिविशेषः इति वदामः, नो चेत् मार्जारः इति कथनेन जन्तुविशेषः, कुक्कुरः जन्तुविशेषः इति वदामः. किन्तु अत्र दुःखम् इति मनोधर्मविशेषः इत्युक्ते मनसः धर्मः. मनसः बहवः धर्माः सन्ति, तेषु अन्यतमः मनसः धर्मः एव दुःखम्. सुखमपि मनोधर्मविशेषः एव. दुष्टानि खानि यस्मिन् तदेव दुःखम् इत्युक्ते यदा वयं दुःखम् अनुभवामः तदा अस्माकम् इन्द्रियाणि भिन्नभावनाम् अनुभवन्ति. इन्द्रियार्थसन्निकर्षेण यां वृत्ति मनसि जातं भवति तत् अरोचकम् अस्ति चेत् दुःखं भवति. अरोचकम्. उत्तमम्. तत्र भगिनी खम् इति इन्द्रियम् इन्द्रियम् इति एकवचने किल इति उक्तवती नपुंसकलिङ्गे. खं खे खानि. खानि इत्युक्ते तत्र बहुवचने भवति इन्द्रियाणि इति. खम् इति पदस्य अन्ये अर्थाः अपि सन्ति, शून्यम् आकाशः इत्यादयः अर्थाः अपि सन्ति. किन्तु खम् इत्युक्ते इन्द्रियम् इति एकः अर्थः. किन्तु भवन्तः सर्वे श्रुतवन्तः एव खगः इति पदमस्ति. खगः इत्युक्ते पक्षी. तत्र तु खे खे गच्छति इति खगः. खे इत्युक्ते आकाशे. खं शब्दस्य रूपं सप्तमी विभक्त्याम् एकवचने खे भवति इति कृत्वा खे गच्छति इति खगः. अत्र खम् इत्यस्य बहवः अर्थाः सन्ति, तेषु अन्यतमः एव इन्द्रियं. खानि इति इत्युक्ते इन्द्रियाणि. वदतु. अग्रिमं करोतु. अग्रिमं. कुत्रापि ज्ञानं न इति वाक्यं, तत्र दा इति धातुः दत्तं. कुत्रापि ज्ञानं न दत्तवान् न ज्ञानं न दत्तवान् वा? कुत्रापि ज्ञानं न दत्तवान् अथवा दत्तवती? सामान्यतया प्राप्तवती, प्राप्तवान् इति भवति ज्ञानस्य विषये. कुत्रापि ज्ञानं न इति, कुत्रापि ज्ञानं न दत्तवान् इति भवितुम् अर्हति, अथवा न दत्तवती, तत्रापि वचनस्य किमपि महत्वं नास्ति. धन्यवादः. महत्वं नास्ति, अतः त्रिषु लिङ्गेषु भवितुम् अर्हति वाक्यानि. अर्थं तु कुत्रापि ज्ञानं सः न दत्तवान् इति अथवा न दत्तवती इति भवति, तादृशः प्रयोगः कुर्मः चेत्. न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गीनां, तस्मात् एतं वाक्यम् इदं वाक्यम् उद्धृतम् अस्ति. किं महोदय? न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गीनां. तस्य श्लोकस्य अर्थः कः एकवारं वदतु? अज्ञानां कर्मसङ्गीनां बुद्धिभेदं मा जनयेत्. बुद्धिभेदं जनयेत्. केचन पण्डिताः किं कुर्वन्ति? अज्ञानिनां कृते अपि च कर्मसङ्गिणां, कर्मसङ्गिणा इत्युक्ते केचन जनाः कर्म कर्तुमिच्छन्ति, तेषां कृते बुद्धिभेदं न जनयेत्. इत्युक्ते पण्डितैः करणीयं कार्यं किम्, अकर्तव्यं कार्यं किम् इति तस्मिन् श्लोके उक्तम् अस्ति. इत्युक्ते कर्मसङ्गिणां कृते बुद्धिभेदं मा जनयेत्. बुद्धिभेदम् इत्युक्ते कन्फ्यूजन्, डोण्ट् क्रियेट् कन्फ्यूजन् एमाङ्ग् द कर्मसङ्गिणां. चिकीर्षीणामेव, चिकीर्ष्यान् चिकीर्षीणामेव ज्ञानम् अधुना अवगतम्. यदि यः कोऽपि ज्ञानं दातुम् इच्छति सः पात्राणाम् अर्हता अपि द्रष्टव्यं तेन योग्य अधिकारीणां. योग्य अधिकारी, आम् आम्. पात्रा इत्युक्ते अपि शिष्यः इति भवितुम् अर्हति किल महोदय? तत्र अर्हता इष्टम्, अर्हता इष्टम् अपि च आवश्यकमपि. यदि यः कोऽपि सिद्धः नास्ति, सिद्धा नास्ति, तत्र ज्ञानस्य दानं कुर्मः चेत् अपि तत्र नष्टः एव भवति. किमर्थं चेत् तत्र अवगमनं सम्यक् न भवति, अतः हानिकारकः अस्ति. अधुना तत् वाक्यं समीचीनं मह्यं मम अवगमने आसीत्. सः कुत्रापि ज्ञानं न दत्तवान् अथवा न दत्तवती. कुत्रापि इति पदमस्ति, अपि चित् चन इत्यादीनां त्रयाणाम् अव्ययानां प्रयोगः भवति. इत्युक्ते एतेषां त्रयाणाम् अव्ययानाम् अर्थः तु समानः एव. कुत्रापि, अपि इति पदम् अत्र प्रयुक्तमस्ति, कुत्रचित्, कुत्रचन इत्यादीनि अपि समानार्थकानि. कुत्रापि, कुत्रचित् इत्यादीनि समानार्थकानि. ज्ञानम् इति ज्ञाधातोः ल्युडन्तं रूपम् अस्ति, किन्तु अत्र पश्यन्तु दा इति धातुः अस्ति, लौकिकधातुः, किन्तु तस्य क्तवत्वन्तरूपं दत्तवान् अस्ति. इत्युक्ते दीर्घ आकारान्तधातुः दा अस्ति, किन्तु रूपं पश्यन्तु दत्तवान् इति रूपम् अस्ति. इत्युक्ते तत्र एकं विशिष्टं सूत्रमस्ति, दोदद्घोः इति सूत्रेण दत् इति आदेशः भवति इति कृत्वा दत्तवान्, दत्तवती इत्यादीनि रूपाणि सिद्ध्यन्ति. यद्यपि धातुः आकारान्तधातुः दा इति अस्ति, किन्तु दत् इति आदेशः भवति विशिष्टसूत्रेण इति कृत्वा दत्तवान् रूपम् अस्ति. साधु. अनन्तरं नवमं वाक्यमस्ति. साधु भगिनी, इदानीं केतकि भगिनी भवती वक्तुमिच्छति वा? अनन्तरं वृद्धाश्रमम् आगम आगतवान्, अनन्तरं वृद्धाश्रमम् आगतवान्. स्त्रीलिङ्गे वदतु. अनन्तरं वृद्धाश्रमम् आगतवती. उत्तमम्। अनन्तरम् इति पदमस्ति, भवती जानाति चेत् वदतु, नो चेत् अहं वदामि। भगिनी अहं प्रयत्न करोमि। अन उपसर्ग, नन्तरं प्रथमपुरुष एकवचन, अकारान्त, अनु तद्वित प्रत्यय। अहं किञ्चित् वदामि अस्मिन् प्रसङ्गे। अनन्तरम् इति पदमस्ति, तत्र नञ् समासः अस्ति, नास्ति अन्तरं, नास्ति व्यवधानं यस्य तत्, नास्ति अन्तरं यस्य तत्, नास्ति व्यवधानं यस्य तत्। वृद्धाश्रमं, तत्रापि समस्तपदमस्ति। वृद्ध इत्यस्मिन् प्रसङ्गे वयं पूर्वं चर्चितवन्तः, वृद्धधातोः क्तान्तरूपं वृद्ध। आश्रमः इति पुंलिङ्गपदमस्ति, अत्र वृद्ध आश्रम, अनयोः मध्ये सवर्णदीर्घसन्धिः अभवत्। प्रथमाविभक्त्यन्तं रूपं वृद्धाश्रमः, किन्तु गम् धातुः सकर्मकः अस्ति इति कृत्वा वृद्धाश्रमं द्वितीयाविभक्त्यन्तं रूपम् अत्र दत्तमस्ति। अस्मिन् वाक्ये अपि कर्तृपदं नास्ति, अस्माकं विवक्षानुगुणं वाक्यं लेखितुं शक्नुमः। अत्र अनन्तरं वृद्धाश्रमम् आगतवान्, आगतवती, आगतवन्तः, आगतवत्यः इत्यादीनि रूपाणि भवन्ति। अत्र वृद्धः इति पदं परिशीलयामश्चेत् गतयौवनः इति पदं लिखितमस्ति। पश्यन्तु, क्तान्तरूपाणि भूतकालार्धे एव भवन्ति खलु। वृद्धधातुतः क्ताप्रत्ययस्य योजनेन वृद्ध इति प्रातिपदिकं सिद्ध्यति, भूतकालार्थे क्ताप्रत्ययस्य प्रयोगः भवति। वृद्ध इत्युक्ते गतयौवनः अथवा जीर्णः, पलितः, भवन्तः सर्वे श्रुतवन्तः एव, पलितकेशाः इत्युक्ते वैट् हेर्। आगतवान् अथवा आगतवती, नो चेत् आगतवत् इति नपुंसकलिङ्गपदमपि योजयित्वा वक्तुं शक्नुमः। उदाहरणार्थम्, अस्मिन् वाक्ये मित्राणि इति कर्तृपदमस्ति चेत् अनन्तरं मित्राणि वृद्धाश्रमम् आगतवन्ति। अत्र अनन्तरम् इत्यस्मिन् पदे अहं किम् उक्तवती, नास्ति व्यवधानं यस्य तत् इति उक्तवती। तत्र व्यवधानं द्विविधम् अस्ति, व्यवधानं द्विविधं, द्विविधम् इत्युक्ते दैशिकं कालिकं, दैशिकं व्यवधानं, कालिकं व्यवधानं। सैन्स् मध्ये अपि वयं वदामः स्पेस् एण्ड् टैम् इति वदामः, तथा एव अत्र व्यवधानं द्विविधं, दैशिकव्यवधानं, कालिकव्यवधानम्। अपि च अग्रिमं वाक्यं करोतु, प्रिया भगिनी वदतु। अस्तु भगिनि, किं त्वम् एतां घटानां घटनां किं त्वम् एतां घटनां श्रुतवती वा श्रुतवान्? उत्तमम्। एतां घटनाम् अनयोः सम्बन्धः कः? विशेषणं सर्वनामशब्दः अस्ति। स्त्रीलिङ्गपदमस्ति घटना, द्वितीयाविभक्ति एकवचनं, अतः सर्वनामशब्दः अपि स्त्रीलिङ्गपदं, द्वितीयाविभक्ति एकवचनं, विशेषणं विशेष्य अपि अस्ति। प्रथमान्तं रूपम् एषा घटना इति भवति, किन्तु अत्र आवरणे श्रुधातुः अस्ति, श्रुधातुः अपि सकर्मकधातुः इति कृत्वा त्वम् एतां घटनां श्रुतवान् किम् इति अत्र वाक्यं, त्वम् एतां घटनां श्रुतवान् अथवा श्रुतवती किम् इति प्रश्नवाचकवाक्यम् अत्र दत्तमस्ति। घटधातोः रूपमेव घटना। अहं पूर्वमपि उक्तवती, श्रुतवान् इत्यस्मिन् सन्दर्भे भिन्नरीत्या अत्र लेखनीयं, शृणोमि इत्यस्मिन् भिन्नरीत्या पदं लेखनीयम्। इत्युक्ते लेखनशैल्यां पार्थक्यमस्ति, इत्युक्ते लेखनशैल्यां भेदः अस्ति, सः विषयः सर्वदा स्मर्तव्यः। अग्रिमं वाक्यं, यूयं तत्र तिष्ठवान्। स्था धातोः रूपं किं भवति? स्थितवान्। स्थितवान्, उत्तम। किमर्थम् इत्युक्ते तत्र स्था धातोः प्रसङ्गे भगिनी स्थितवन्तः, स्थितवन्तः यूयम्। साधु, अत्र तु स्था धातोः प्रसङ्गे तिष्ठ आदेशः भवति इति कृत्वा स्था धातोः लट्लकाररूपं तिष्ठति, इत्युक्ते सार्वधातुकलकारेषु तिष्ठति, अतिष्ठत्, तिष्ठतु, तिष्ठेत् इत्यादीनि, इत्युक्ते लट् लोट् लङ् विधिलिङ्ग् एतेषु चतुर्षु लकारेषु स्था धातोः प्रसङ्गे तिष्ठ आदेशः भवति, किन्तु अत्र तु स्थितवान् रूपं सिद्ध्यति। धातुः तु दीर्घ आकारान्तधातुः, किन्तु तस्य रूपं स्थित भवति, इत्युक्ते अत्रापि एकं विशिष्टं सूत्रमस्ति, द्यति स्यति मास्थामित्तिकिति इति सूत्रेण तत्र इकारः आयाति इति कृत्वा स्थितवान्, स्थितवती इत्यादीनि रूपाणि भवन्ति। कर्तृपदं यूयम्, यूयम् अस्ति इति कृत्वा बहुवचनरूपमेव वक्तव्यम्। अत्र भगिनी एकवारं युष्मत् शब्दस्य रूपाणि वदतु। त्वं युवां यूयं, त्वां त्वा युवां वां युष्मान् वः, त्वया युवाभ्यां युष्मत्, त्वया युवाभ्यां युष्मत्, तुभ्यं ते युवयोः वा युष्माकं वः, त्वत् युवाभ्यां युष्मत्, तव ते युवयोः वा युष्माकं वः, त्वयि युवयोः युष्मासु। उत्तमं। त्वयि युष्मत् शब्दः अत्र अस्ति, पुनः अत्र पुरुषभेदः नास्ति इति विषयः। अग्रिमं वाक्यं, कुरुक्षेत्रे कौरवपाण्डवाः युद्ध पश्यतु आवाम् एतस्मिन् विषये चिन्तनम्। क्षम्यताम्, आवाम् एतस्मिन् विषये चिन्तनं कृतवन्तौ। साधु भगिनि, एतस्मिन् विषये इति पदद्वयं दत्तमस्ति। अत्र प्रथमाविभक्तितः आरभ्य सप्तमीविभक्तिपर्यन्तं किञ्चित् एकवारं वदतु कथम् इत्युक्ते, विषयः इति पुंलिङ्गपदमस्ति, एषः विषयः प्रथमाविभक्त्यां, द्वितीयायां किं भवति, तृतीयायां किं भवति, वदतु। एकवचनम् एव वा? एकवचनं वदतु। एषः विषयः, वाक्यं रचयतु, एषः विषयः अस्ति। एषः विषयः अस्ति, द्वितीया विभक्ति खलु, अनन्तरम् एतं विषयम्, एतं विषयं जानामि, अच्छा, एतं विषयं जानामि, एतेन विषयेण दुःखं प्राप्तवती, प्राप्यते। एतस्मै, एतस्मै विषयाय, एतस्मै विषयाय मह्यं न रोचते, एतस्मै विषयाय दुःखं मास्तु, एतस्मात् विषयात्, एतस्मात् विषयात् सः बहिः आगच्छति। उत्तमम्। एतस्य विषयस्य एतस्य विषय चिन्तनं करोतु। उत्तमम्। एतस्मिन् विषये चिन्तनं कृतवती। उत्तमम्। आवाम् अस्ति चेत् कृतवत्यौ, आवाम् एतस्मिन् विषये चिन्तनं कृतवत्यौ। उत्तमम्। आवां मिलित्वा एतस्मिन् विषये चिन्तनं कृतवत्यौ। साधु भगिनि, अन्ये के सन्ति इतोपि? धन्यवादाः। अन्या प्रिया भगिनी अस्ति इति भाति, प्रिया रामस्वामी. आं भगिनि, करोतु. अग्रे करोमि वा? अस्तु. वयं जीवने योगशास्त्रम् आचरितवन्तः. अत्र इडागमः भवति, चर् धातु अस्ति, इडागमः भूत्वा चरितवन्तः, आ उपसर्ग आचरितवन्तः. उत्तमम्. अत्र पूर्वस्मिन् वाक्ये विषयः इति पदमस्ति. विषयः इत्युक्ते किम् इति अहं दृष्टवती, तदर्थं वदामि. विषयः इत्युक्ते इन्द्रियार्थः अथवा इन्द्रियगोचरः अथवा चक्षुरादिग्राह्यः. विषयः इत्युक्ते इन्द्रियगोचरः चक्षुरादिग्राह्यः. अस्मिन् वाक्ये जीवने योगशास्त्रम् आचरितवन्तः. अत्र इडागमः किमर्थं भगिनि? सार्वधातुकः, अहं सम्यक् रीत्या न जानामि इदानीं. पूर्वं पश्यन्तु, कृतवन्तः, कृतवती, तत्र इडागमः नास्ति. इत्युक्ते तत्र धातौ आनुकूल्यं नास्ति. अयं प्रत्ययः तु इडागमयोग्यः एव. इत्युक्ते क्तावत् प्रत्ययः इडागमयोग्यः. किन्तु क्रु धातुः अनिट् धातुः, चर् धातुः सेट् धातुः. सेट् धातुः अस्ति इति कृत्वा इडागमः भूत्वा आचरितवन्तः इति रूपं सिद्ध्यति. अग्रे करोतु. अस्तु. कुरुक्षेत्रे कौरपाण्डवाः युद्धवन्तः. प्रत्येकं पदं स्वीकृत्य विवृणोतु. अस्तु. कुरुक्षेत्रे समस्तपदम् अस्ति. क्षेत्रं नपुंसकलकपदं भूत्वा कुरुक्षेत्रे इति सप्तमी विभक्ति अस्ति. कौरपाण्डवाः, अत्र द्वन्द्वसमासः अस्ति, कौरवाः च पाण्डवाः च. एतत् बहुवचन प्रथमविभक्तिरूपम् अस्ति. उत्तमम्. कौरवाः च पाण्डवाः च इति इतरेतर द्वन्द्वसमासः अस्ति. द्वन्द्वसमासयुक्तं पदमस्ति. कुरूणां क्षेत्रम् इति भवति. कुरुक्षेत्रम् इति नपुंसकलिङ्गपदमस्ति. तत्र क्षेत्रम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा सम्पूर्णसमस्तपदस्य लिङ्गमपि नपुंसकलिङ्गपदमेव भवति. प्रथमान्तं पदं कुरुक्षेत्रम् इति. किन्तु अत्र पाण्डवः इति पदमस्ति. पाण्डवः इति पुंलिङ्गपदमस्ति. इत्युक्ते पर्वल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रमस्ति. द्वन्द्वसमासस्य प्रसङ्गे अपि च तत्पुरुषसमासस्य प्रसङ्गे उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा अत्र कुरुक्षेत्रम् इति पदं कुरूणां क्षेत्रम् इति विग्रहवाक्यमस्ति. तत्र तत्पुरुषसमासः अस्ति इति कृत्वा तस्मिन् पदे उत्तरपदस्य लिङ्गं क्षेत्रम् इत्यस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भूत्वा कुरुक्षेत्रं भवति. अग्रिमे पदे कौरवपाण्डवाः, तस्मिन् द्वन्द्वसमासः अस्ति. अत्रापि पाण्डवशब्दः पुंलिङ्गशब्दः अस्ति इति कृत्वा समस्तपदस्य लिङ्गं पुंलिङ्गं भवति इति कृत्वा कौरवपाण्डवाः. युद्धवन्तः इति अत्र दत्तमस्ति. युद्धधातोः रूपं, युद्धधातुतः तवत् योजयामः. युद्ध योगः तवत्, कानिचन सन्धिकार्याणि सन्ति. युद्धयोगः तवत्, तत्र सन्धिकार्याणि भूत्वा युद्धवन्तः रूपम्. अन्तिमं वाक्यं करोतु. अर्जुनः सैन्यम् ईक्ष धातुः अस्ति, ईक्षितवान्. अत्र अर्जुनः प्रथमविभक्ति अस्ति, सैन्यम् इति द्वितीया विभक्ति अस्ति. सेनापदम् अहं न जानामि सैन्यं कथम् आगच्छति. सैन्यम् इति नपुंसकलिङ्गपदम् अस्ति. ईक्षधातुः सकर्मकधातुः इति कृत्वा अस्मिन् वाक्ये सैन्यम् इति द्वितीयान्तं पदम् अस्ति. अपि च ईक्षधातुः सेट्, सेट् अस्ति इति कृत्वा ईक्षित इति इडागमसहितं रूपं सिद्ध्यति. भवती श्रुतवती एव, ईक्षणं, वीक्षणं. वीक्षणम् इत्युक्ते आलोकन. उत्तमं. दर्शनं, वीक्षणम् इत्युक्ते दर्शनम् इति अर्थः अस्ति. वि उपसर्गपूर्वकः ईक्षधातुतः ल्युट् प्रत्ययस्य योजनेन वीक्षणं विहङ्गवीक्षणं विहङ्गवीक्षणम् इत्युक्ते वदतु. न जानामि भगिनि. कोऽपि वदतु विहङ्गवीक्षणम् इत्युक्ते. बर्ड् साङ्क्चुरि. बर्ड्स् ऐ व्यू. विहङ्गवीक्षणम् इत्युक्ते बर्ड्स् ऐ व्यू. सैन्यम् इत्युक्ते सेनायाः समुदायः अथवा सेना इति. भगिनी भवती एव करोतु अग्रिमानि वाक्यानि. उच्चैः पठत जानीत च. वर्तमानकालः लट्, भूतकालः लट्. सुरेशः. सम्यक् न श्रूयते, उच्चैः वदतु. सुरेशः भक्तियोगं पठति. सुरेशः भक्तियोगम् अपठत्. श्यामः गीताप्रदर्शिनीं पश्यति. श्यामः गीताप्रदर्शिनीम् अपश्यत्. अत्र भगिनी सुरेशः भक्तियोगम् अपठत् अत्र तवत् रूपं योजयित्वा वदतु. आम्, सुरेशः भक्तियोगं पठितवान्. द्वितीये वाक्ये अपि. आम्, श्यामः गीताप्रदर्शिनीं दृष्टवान्. एतावत्पर्यन्तं गोमती भगिनी न कृतवती इति भाति. भगिनी भवती वक्तुमिच्छति वा? आम्, ताः मथुरां गच्छन्ति. ताः मथुरां गतवत्यः. क्षत्रियः युद्धं लभते. क्षत्रियः युद्धं लब्धवान्. सर्वे कर्मणः फलं भुञ्जते. सर्वे कर्मणः फलं भुञ्जितवन्तः. न भगिनी, अत्र भुञ्जते तस्मिन् प्रसङ्गे किञ्चित् वदतु. भुञ्जधातु फलं प्राप्नुवन्तः इत्यर्थे. कर्मणः फलं भुञ्जते. भुजधातु तवतु योजयेन. भुज तवतु जकार तकारः तो सन्धिकार्यं भवति. भुज च. अत्र अहं किञ्चित् वदामि. भुक्तवन्तः. आम् भुक्तवन्तः. इट्स् लैक् भक्तः तत्र न. भोज योगः ता. भोग योगः ता. भुक् योगः ता. भुक्तवन्तौ. अस्तु, अहं कृष्णं भजे. पश्यन्तु पूर्वस्मिन् वाक्ये सर्वे भुञ्जते. भुञ्जते इति बहुवचनरूपं. पश्यन्तु अत्र सर्वः इति एकवचनरूपम् अस्ति, बहुवचनरूपं सर्वे अस्ति. सर्वे भुञ्जते. भुञ्जते इति बहुवचनरूपम् अस्ति, भुज् धातोः रूपम्. अत्र पृथक् कृत्वा पदद्वयं लिखितमस्ति. कर्मणः फलम् इति पृथक् कृत्वा लिखितमस्ति. एकमेव पदं लिखामश्चेत् किं लिखामः? कर्मफलं. सर्वे कर्मफलं भुञ्जते. समस्तपदं कर्मफलं. कर्मफलं. षष्टीतत्पुरुषसमासं कृत्वा लिखामश्चेत् कर्मफलं भुञ्जते. इदमेव वाक्यं परिवर्त्य लिखितमस्ति. सर्वे कर्मणः फलम् अभुञ्जत. केवलं द्वितीयं वाक्यम् एव परिवर्त्य लेखितुं शक्नुमः. इत्युक्ते अभुञ्जत इत्यस्मिन् स्थाने भुक्तवन्तः इति लेखनीयं. किन्तु लट्लकाररूपम् अस्ति चेत् वर्तमानकालार्धे अत्र यद्वाक्यं लिखितमस्ति तत् साधु एव. किन्तु भूतकालरूपं परिवर्त्य लेखितुमिच्छामश्चेदेव तत्र भुक्तवन्तः. सर्वे कर्मणः फलं भुक्तवन्तः. अग्रे करोतु. अहं कृष्णं भजे इति वर्तमानकालरूपम्. अहं कृष्णं अभजे इति भूतकाल लङ् रूपं. तदा तवतु प्रत्ययम्. अहं कृष्णं भजितवान् भक्तवान् भक्तवान् अहं भक्तवान् अहं कृष्णं भक्तवान् भक्तवती उत्तमम् अत्र तु पूर्वस्मिन् वाक्ये भुज् धातुः अस्ति भुज् धातुः उभयपदी धातुः अस्ति अत्र पालनाभ्यवहारयोः इत्यस्मिन् अर्थे दत्तमस्ति भुज् धातोः प्रसङ्गे अभ्यवहारः इत्युक्ते भक्षणम् अथवा भोजनं भोजनार्थे एव आत्मनेपदिरूपं स्वीकर्तव्यम् अत्र भुञ्जते इति आत्मनेपदिरूपम् अस्ति आत्मनेपदी लङ्लकाररूपम् अभुञ्जत अस्मिन् वाक्ये भज् धातुः अस्ति भज् धातुः अपि उभयपदी धातुः भजति इति एकं रूपम् अस्ति भजते इति अन्यत् रूपम् अस्ति अस्मिन् वाक्ये तु आत्मनेपदिरूपं स्वीकृतं तदर्थमेव अभजे इति लिखितम् अस्ति अहं कृष्णं भक्तवती अथवा भक्तवान् अग्रिमं करोतु अर्जुनः प्रश्नावादान् भाषते अर्जुनः प्रश्नावादान् अभाषत अर्जुनः प्रश्नावादान् भाषितवान् उत्तमं भाषितवान् सात्विकाः देवान् यजन्ते सात्विकाः देवान् अयजन्त सात्विकाः देवान् यजन्तवन्त्यः न न अत्र यज् धातोः रूपम् अहं चिन्तयामि इष्टवान् तत्र विशिष्टं रूपम् अस्ति इति भाति यज् यज् धातुः एव यजन्ते यजनं करोति इष्टवान् इष्टवन्तः इति भवति सात्विकः देवान् इष्टवन्त्यः इष्टवन्तः पूर्वस्मिन् वाक्ये प्रज्ञावादान् इति लिखितमस्ति तत्र प्रज्ञावादः इति पदमस्ति भाषते इति आत्मनेपदरूपम् अस्ति इति कृत्वा अभाषत इति लङ्लकाररूपम् अस्ति सात्विकाः सात्विकाः देवान् यजन्ते इति सात्विकाः इत्युक्ते सत्त्वगुणसञ्जाताः इत्युक्ते सत्त्व इति शब्दात् सात्विक इति पदं सिध्यति सत्त्वगुणः अस्य अस्ति इति सात्विकः सत्त्वगुणः अस्य अस्ति भजन्ति किल भजन्ते भजन्ते पूजन्ते भगिनी तत्र यजिति इष्टवान् एव भवति इष्टवान् किञ्चित् विशिष्टं कार्यम् अस्ति इति कृत्वा इष्टवान् इति रूपं भवति सात्विकाः देवान् अयजन्त वदतु यकारस्य स्थाने इकारः अपि च हल्सन्धिकार्याणि इष्टवान् इष् धातोः रूपमपि इष्टवान् एव अत्र यज् धातोः रूपमपि इष्टवान् एव इत्युक्ते तत्र किञ्चित् वैशिष्ट्यमस्ति सम्यक् रीत्या दृष्ट्वा लिखामि तस्मिन् प्रसङ्गे वयं सर्वे मिलित्वा अभ्यासं कृतवन्तः इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः